नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। अत्र अदादिगणे हलन्तदातवः 14A इति पाठः प्रवर्तमानः अस्ति। अत्र वयं सकारान्तः निसि निन्स् धातुः तस्मात् अद्य पश्यामः। तत्र प्रायः वर्गद्वयपूर्वं वयं तस्य लट् रूपाणि साधितवन्तः, परन्तु तस्मादेव पुनः एकवारं साधयित्वा अग्रे सरामः। सकारान्तः निसि निन्स् धातुः आत्मनेपदि चुम्बने इति अस्ति। प्राप्तं वा सर्वैः? भगिनि इतो मध्ये प्रायः मध्ये अस्ति भगिनि, सकारान्त निसि निन्स्। अस्तु, श्रीवल्ली भगिनी प्राप्तं चेत् भवती पठति। आं भगिनि, सन्धिकार्यं तावदेव भगिनि। निसि निरनुबन्ध मध्ये प्रायः भगिनि, बहु तत्र स्क्रीन् मध्ये पश्यति वा, पी डि एफ़् वा स्क्रीन् मध्ये वा? पी डि एफ़् पी डि एफ़् 20 पेज् नम्बर् 20 नो अम्मा स्क्रीन् मध्ये चेत् बहु अस् धातुः अस्ति, तस्मात् पूर्वं शस् इति धातुः, तस्मात् पूर्वं निन्स् धातुः, बहु मध्ये कन्स् धातुः, अनन्तरं कन् सकारान्त धातु दातवः इति गच्छन्तु। तत्र नम्बरिङ्ग् नास्ति, अतः एव किञ्चित् क्लेशः। सकारान्त शास् अशास् धातुः, सकारान्त कसि कन्स् धातुः, शकारान्त अस्ति, सकारान्त सकारान्तदातवः, वस् धातु वस् धातु, इतोपि आस् आस् धातु, आशास् कञ्च् ओ कञ्च् धातु, शिवल्ली भगिनी पठति वा? आं भगिनि, निरनुबन्धधातोः सिद्धिः नुगागमकः, इदितो नुम् धातोः, इदितः धातोः नुम् आगमः भवति। इदित् इत्युक्ते इत् इत् यस्य सः, तत्र प्रथमः इत् नाम ह्रस्वः इकारः, द्वितीयः इत् नाम इत् संज्ञा, ह्रस्व इकारस्य इत् संज्ञा यस्य सः धातुः इदित्, इत् इत् यस्य सः इदित् बहुव्रीहिः, तस्य इदितः, इदितः षष्ट्यन्तम्, नुम् प्रथमान्तं, धातोः षष्ट्यन्तं, त्रिपदमिदं सूत्रं, सूत्रं स्वयं सम्पूर्णम्, इदितो धातो नुम्, इदितो धातोः नुम्। आं भगिनि, धातोः इदित् इति युक्ते ह्रस्व इकारः इत् अस्ति इति चेत् इदित् धातुः इति भवति, इदितो इदितो धातोः नुम् आगमः भवति भगिनि। अनन्तरं मिदचोन्त्यात् परः, यः आगमः मित् अस्ति सः अच्वर्णेषु अन्त्यात् परः आयाति। मिदचोन्त्यात् परः इति सूत्रेण स्थानं कस्य नुम् आगम मित् अस्ति, नुम् आगम मित् अस्ति, मकार इत् अस्ति इति चेत् अन्त्यात् अच्वर्णपरः अच्वर्णेषु परः नकारः आगच्छति, अन्त्यात् अधः परः इति आगमः आगमः भवति। नत्वं नो नः, उपदेशावस्थायां धातोः आदौ नकारः अस्ति चेत् नकारस्य स्थाने नकारादेशः भवति। नोः षष्ट्यन्तं, नः प्रथमान्तं, द्विपदमिदं सूत्रम्, आदे च उपदेशे अशिति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः, धात्वादेः शः सः इत्यस्मात् धात्वादेः इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं, धात्वादेः नो नः उपदेशे। नत्वं नत्वं भवति, दात्वादेः नु नः उपदेशे उपदेशे धातोः आदौ नकारः अस्ति चेत् नकारस्य स्थाने दन्त्यनकारादेशः भवति. अतः निसि प्रथमं निसि उपदेशे अजनुनासिका इत् इत्यनेन इकारस्य लोपः भवति, निस् इति भवति. अनन्तरं निस् इति तो नुम् धातोः इत्र ह्रस्व इकारः इत् अस्ति इति चेत् मिदचोन्त्यात् परः नुम् आगमः भवति. नि नकार सकार निन्स्. अनन्तरं नो नः धात्वादेः नो नः उपदेशे इत्यनेन नकारस्य स्थाने दन्त्यनकारः आगच्छति, निन्स् इति धातुः. सत्यं. प्रथमम् अनुबन्धलोपकार्यम् उपदेशे अजनुनासिक इत् इत्यनेन, अनन्तरं नुम् आगमः, अनन्तरं नोनः नोनः इति क्रमः. सन्धिकार्यं पठतु भगिनि. सन्धिकार्यं निन्स् योगः ते. प्रथमं नश्चापदान्तस्य झलि इत्यनेन नकारस्य स्थाने अनुस्वारः आगच्छति, निम्स् इति. निम्स् योगः ते वर्णमेलने निम्स् ते इति रूपं भवति. अनन्तरं निम्स् योगः द्वे. अत्र भगिनि वा प्रथमं धीच इति धीच धीच इत्यनेन निम्स् योगः द्वे. अनन्तरं नश्चापदान्तस्य जल्लि नकारस्य स्थाने अनुस्वारः भवति, निम् प्लस् द्वे. अनन्तरम् अनुस्वारस्य परसवर्णः निन् प्लस् द्वे, निन् द्वे इति रूपं भवति. अत्र एव पूर्वसूत्रम्, अतः तस्य कार्यमेव प्रथमं. अत्र प्रश्नः उदेति यत् लट्लकारस्य से प्रत्यये परे किमर्थं न आदेशप्रत्ययोः इत्यनेन षत्वं स्यात्. इकारः निमित्तं से इति सकारादिप्रत्ययः, मध्ये अनुस्वारः च सकारः च आदेशप्रत्ययोः इति सूत्रे नुं विसर्जनीय शर्व्यवायेपि इत्यस्य अनुवृत्तिः नाम एते मध्ये सन्ति चेदपि कार्यं भवति. किन्तु काशिकायां दत्तमस्ति यत् एतेषु यत् किमपि एकं मध्ये भवितुम् अर्हति, एकस्मात् अधिकं भवति चेत् कार्यं न प्राप्नोति. आं भगिनि, अत्र लकारस्य से प्रत्यये परे निम्स् से प्रत्यये परे आदेशप्रत्ययोः न भवति, न स्यात्. कारणमस्ति नुं विसर्जनीय शर्व्यवायेपि, व्यवायेपि एकं मध्ये भवितुम् अर्हति, अधिकं भवति चेत् शतं न भवति. समीचीनं. नि इति अस्ति नकारः मध्ये, नकारः इत्युक्ते अनुस्वारः, अनन्तरं से इति किं प्रत्ययः आं सकारादिप्रत्ययः. समीचीनम्. अतः नि इति निमित्तं सकारस्य षत्वस्य निमित्तं नि इति अस्ति, परन्तु तत्र नुं विसर्जनीयस्य शर्व्यव्याये अपि इति यद् भागः अनुवृत्तिरूपेण आगच्छति तत्र तत्र नुम् अपि अस्ति शर् अपि अस्ति मध्ये इति कृत्वा तत्र षत्वं न भवति. परन्तु एतत्तु अस्माकं नत्वस्य नत्वे यदा वयम् अट्कुप् वाङ्नुं व्यवाये अपि इति वदामः तत्र मध्ये यत्किमपि वर्णः भवतु तत्र नत्वं भवति, परन्तु आदेशप्रत्ययोः इत्यस्य स्थले तत् तादृशं न भवति, एकमेव निमित्तम् आवश्यकं, षत्वं न भवति. समीचीनम्. अस्तु भगिनि, लट् वदति वा? आं भगिनि, एकनिमिषम्. आत्मेपदि निशि सकारान्त आत्मेपदि निस् निन्स् योगः वन् मिनिट् ते इति प्रत्ययः अस्तु अरुणा भगिनी वर्ति वा तावत् पर्यन्तं करपत्रं न प्राप्तवती भगिनि ओ एतावता न प्राप्तं वा अत्र मध्ये तद् सकारान्तधातुः मीन्स् इति चच्छङ् अस्ति हन् धातु अस्ति बट् ऐ केन् सी दम् 14A मध्ये एव अस्ति किल भवती भगिनि सिद्धा वा अस्तु फोर्टीन् ए इति करपत्रे सकारान्तधातुः इति पश्यतु सकारान्तधातुः तत्र निन्स् इति मिसि निन्स् तस्मात् पूर्वमस्ति कन्स् कसि कन्स् ओके सकारान्तः एव सर्वे सकारान्ताः तत्र वयं धातुद्वयं वा त्रयं गत पूर्वस्मिन् वर्गे कृतवन्तः इदानीं निस् भगिनि वदतु लट् प्रथमं लौकिकधातु निन्स् निन्स् निन्स् योगः ते नश्चापदान्तस्य जले अनुस्वारस्य अनुस्वारः भवति निम्स् योगः ते निम्स् ते अनन्तरं निम्स् योगः निम्स् योगः आते अत्रापि अनुस्वारः निम्साते निम्सते बहुवचनं मध्यमपुरुषः निम्स् योगः से अत्र अनुस्वारः निम्से इति भवति अनन्तरं निम्साथे द्वे अत्र भगिनि निम्स् द्वे तत्र एव अस्माकं दीच पदान्तस्य सर्वं कृत्वा निन्द्वे सकारलोपः दीच इत्यनेन सकारलोपः भवति दकारादिप्रत्यये परे परे अनन्तरम् अनुस्वारस्य एपरसवर्णः अपि आगच्छति निन् प्लस् योगः द्वे निन् द्वे इति रूपं भवति अनन्तरं निंस् योगः ए निंसे अनन्तरं वहे निंस् योगः वहे निंस् वहे निंस् वहे निंस् महे इति रूपम् सर्वत्र तत्र तु अनुस्वारस्य ययि परसवर्णः न भवति समीचीनं नास्ति आं सत्यं सम्यक् उषा भगिनी लोटि वदति वा आं भगिनि निन्स् निन्स् योगः तां निन्स् योगः तां नश्चापदान्तस्य जलि इत्यनेन नकारस्य मध्ये नकारस्य स्थाने अनुस्वार आदेशः सो निम्स् योगः तां निम्स् योगः तां निम्स् तां दट् वर्णमेलनमेव देन् निम्स् निन्स् योगः आतां निन्स् योगः आतां निन्साताम् निन्साताम् निन् नश्चापदान्तस्य जलि नश्चापदान्तस्य जलि नास्ति आताम् इति अस्ति सो निन्स् साताम् देन् निन्स् योगः अतां निन्स् योगः अताम् अतामपि जलि नास्ति नश्चापदान्तस्य जलि इति प्रसक्तिः नास्ति निन्स् योगः अतां निन्स् सतां न परन्तु सकारः एव किल जल् अस्ति किल चल्लेव नश्चापद ओ इन्सैड् निन्स् आम् आम् निन्स् योगः आताम् ओ निन्स् लेट् मी डू आत् निन्स् योगः आताम् नश्चापदान्तस्य जलि इत्यनेन नकारस्य स्थाने मकार अनुस्वार आदेशः भवति. सो निम्स् योगः आतां निम्साताम् देन् निम्स् योगः अतां नश्चापदान्तस्य जलि इत्यनेन अनुस्वार आदेशः भवति निम्सतां निन्स् योगः स्व निन्स् योगः स्व नश्चापदान्तस्य जलि इत्यनेन अनुस्वार आदेशः भवति निम्स् योगः स्व स्व निम्स् योगः स्व स्व स्व स्व निम्स् निम्स् निम्स् सकारद्वयम् निन्स् योगः आथां नश्चापदान्तस्य जलि निम्स् योगः आथां निम्साथां निम्साथां निन्स् योगः ध्वं नश्च धिच इति सूत्रेण सकारलोपः भवति निन् योगः ध्वं निन् योगः ध्वं निन् योगः ध्वम् अनुस्वारस्य ध्वं ध्वं झल् जलि आं भगिनि निन् योगः ध्वं जलि अस्ति नश्चापदान्तस्य जलि इत्यनेन निम् योगः द्वम् अनुस्वारस्य ययि परसवर्णः इत्यनेन मकारस्य स्थाने नकार आदेशः भवति ययि धि धीस् यै आम् सोम् निन् योगः द्वम् निन् योगः द्वम् निन् द्वम् सोम् देन् निन्स् योगः ऐ निन्स् योगः ऐ नश्चापदान्तस्य जलि इत्यनेन अनुस्वार आदेशः निम्सै निम्सै निन्स् योगः आवहै निन्स् योगः आवहै नश्चापदान्तस्य जलि इत्यनेन अनुस्वार आदेशः निम्सावहै निम्सामहै सत्यं सर्वत्र अनुस्वार आदेशः तु अवश्यं भवति तस्य परसवर्णादेशः तु न भवति तावदेव अत्र समीचीनम् अस्तु अरुणा भगिनी लङ्गि वदति वा धन्यवादः धन्यवादः I finally found the names. अत्र नम्बरिङ्ग् नम्बरिङ्ग् अस्ति चेत् सुलभं भवति वयं वक्तुं शक्नुमः किल तत्र नम्बरिङ्ग् नास्ति अतः एव निन्स् रागम प्रथमम् आगच्छति अनिन्स् इति अस्ति ता इति प्रत्यय भगिनि आं ता इति प्रत्ययः सत्यं नश्चपदान्तस्य जलि इति सूत्रेण निन्स् योगः ता निंस्ता एव भगिनि अडागमः अनिंस्ता थाम् अस्ति थाम् आताम् आताम् आताम् अत्र जाति अस्ति केवलं निर्वर्णमेलनमेव अहं मन्ये अन्यं नश्चपदान्तजलि अपि अस्ति अत्रापि वर्णमेलनम् अन्यं नश्चपदान्तस्य जलि इति सूत्रेण मनुस्वर निंसत से आगच्छति ताः किल आत्मनेपदि ताः सहायं करोतु भगिनि न अत्रापि किमपि नास्ति अनिन्स् योगः ताः ओ अनिस्ताः अनिस्ता द्वे अस्ति नश्च पदान्तस्य जनि तेन निंसद्वे क्षम्यताम् केवलं वर्णमेलनं सत्यम् अनिंसाताम् अनिंसताम् द्वम् अत्र नश्च पदान्तस्य जलि तेन निंस् योगः द्वे धी च द्वं धी च इति सूत्रेण सत्यं इत्यनेन सकारः निं द्वे द्वम् अनिं द्वम् तत्र नश्चापदान्तस्य जलि अनु परसवर्णः अपि भवति किल दकारः सम्यक् अनन्तरं बहुवचनं द्वे उत्तमपुरुषे आम् अनिंस् योगः ऐ ऐ इति लोट् लङ् वर्णमेलनमेव अनंसि नश्च पदान्तस्य जलि अनंसि वहि अनिं वहि अनिं स्वमहि सत्यं सर्वत्र केवलं वर्णम् नश्चापदान्तस्य जलि एव समीचीनम् इदानीं विदिलिन् किल आं धन्यवादः भगिनि श्रीविल्लि भगिनि विदिलिन् वदति वा आं भगिनि विदिलि निं सीता सर्वत्र नश्चापदान्तस्य जलि निं निं भवति प्रत्ययः निं सीता निं सीयातां निंसीरन् ईताः निंसीथाः याथा निंसीयाथां निंसीध्वं निंसीय निंसीवहि निंसीमहि सम्यक् तावदेव अन्यत् किमपि नास्ति तत्र अग्रिमधातुः पठति वा भगिनि सकारान्तः शस्त् आम् भगिनि सकारान्तः शस धातु शस् धातुः परस्मैपदी स्वप्ने प्रथमं निरनुबन्धधातोः सिद्धिः सत्वं धात्वादेः शः सः उपदेशावस्थायां धातोः आदौ शकारः अस्ति चेत् शकारस्य स्थाने सकारादेशः भवति धातोः आदिः धात्वादिः षष्टितत्पुरुषः तस्य धात्वादेः धात्वादेः षष्ट्यन्तं शः षष्ट्यन्त्यं सः प्रथमान्तं त्रिपदमिदं सूत्रम् आदेः च उपदेशे अशिति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं धात्वादेः शः सः उपदेशे आं भगिनि धातोः आदौ शकारः अस्ति चेत् सकारः भवति दन्त्यसकारः भवति शस इति मूलधातुः उपदेशे अजुनान् अनुनासिका इत्यनेन अकारस्य लोपः भवति शस् इति रूपं भवति शस् धात्वादेः शः सः शः धात्वादौ अस्ति चेत् शकारस्य स्थाने सकारः आगच्छति सस् इति धातुः भवति बि अङ्गकार्यम् उपधायां हस्व अकारः लघु इक् इति न अतः अङ्गकार्यं नास्ति आं भगिनि अङ्गकार्यं गुणकार्यं नास्ति इक् नास्ति चेत् अनन्तरं सन्धिकार्यं सन्धिकार्यं प्रथमं लोटि सस् योगः हि सो हु जल्भ्यो हेद्भिः इत्यनेन हिकारस्य स्थाने तकारः आगच्छति सस् योगः धि भवति. अनन्तरं धी च इत्यनेन सकारस्य लोपः भवति, सधि इति रूपं भवति. रोटि मध्यमपुरुषेर्भिः सूत्रसङ्ख्या अस्ति, सूत्रसङ्ख्या द्रष्टव्या, कुत्रापि इदानीमेव दृष्टवती. 6410 1090 वा? ओके अस्तु. धी च इति 4101 भगिनि, 101 वा? अस्तु भगिनि. धी च अस्तु. अतः अङ्गकार्यं प्रथमं 6-4 सस् योगः हि भूजल्भ्योगेभिः स्वस् योगः धी इति भवति अङ्गकार्यं प्रथमम्. अनन्तरं पूर्वत्र धी च अङ्गकार्यं तु नास्ति, एतत्तु प्रत्यय आदेशः किल, सपादसप्ताध्यायीं प्रति तद् सपाद सप्ताध्याय्याम् अस्ति इति कृत्वा तत् प्रथमम्, अनन्तरं त्रिपादि. समीचीनम्. आम् इदानीं लङि किं भवति? लङि हन्याभ्यो दीर्घः श्रुतिः अपृक्तं हल् इत्यनेन हल् उत्तरस्य अपृक्तसंज्ञक अपृक्तसंज्ञक प्रत्ययस्य लोपः. लङि तकारलोपः सकारः लोपः च. प्रथमपुरुषः एकवचनं, द्वितीय मध्यमपुरुषः एकवचनप्रत्ययः, लोपः भवति तकारः सकारः. असस् योगः तकारः. हन्याभ्यो दीर्घः श्रुतिः अपृक्तं हल् लोपः असस् इति भवति, तकारस्य लोपः भवति. अनन्तरं तिपि अनस्तेः, तिप्यनस्तेः, तिप्यनस्तेः, तिपि अनस्ते, बहुपूर्वं पठितवन्तः तिपि अनस्तेः धातु पाठे हल् सन्धिः पाठे. इत्यनेन पदान्तस्य सकारस्य दकारादेशः असद् भवति. पदान्तस्य तकारस्य स्थाने दकारः भवति असत्. समीचीनम्. असत् इति अस्ति चेत् अन्यसूत्राणि कानि तत्र प्रवर्तयितुं शक्नोति असस् इत्यत्र? आं भगिनि, असस् तस्मात् तिपि अनस्तेः तस्मात् पूर्वं, तिपि अनस्तेः तु अपवादत्वेन आगच्छति. अन्यसूत्रं ससजुषोरुः कस्य अपवादः अस्ति? ससजुषोरुः सस्य रात् रात् सस्य न, सामान्यसूत्रम् एन जष्ट्वं भवति किल, पदान्ते जष्ट्वं केन सूत्रेण भवति? जलां जष्वन्ति भगिनि पदान्ते. तस्य एव कार्यं प्रथमं भवति किल, सकारः जल् अस्ति, पदान्ते अस्ति, जलां जशोन्ते इति सर्वसामान्यसूत्रं, तस्य अपवादः ससजुषोरुः पदान्ते सकारः, तस्यापि अपवादः तिपि अनस्तेः. अपवादः इति कृत्वा तत्र सूत्रसङ्ख्या न द्रष्टव्या. अवगतं किल तद्? आं भगिनि, जलां जष्वन्ते प्रथमं भवितुमर्हति. सशजुषोरुः इति जलां जष्वन्तेः अपवादः, सशजुषोरुः अपवादः तिप्यनस्तेः, अत्र तकारः भवति असत्. अनन्तरं अत्र तिप्यनस्तेः पदान्तस्य 8273 पदान्तस्य सकारस्य दकारादेशः भवति तिपि परे, परन्तु अस्थातौ न भवति. अस्तेः भगिनि, ओके, अनस्तेः अस्थातौ न भवति. इदं सूत्रं सषजुषोरुः इत्यस्य अपवादः न अस्तिः अनस्तिः तस्य अनस्तेः तिपि सप्तम्यन्तम् अनस्तेः षष्ट्यन्तं त्रिपदमिदं सूत्रं सषजुषोरुः इत्यस्मात् सः इत्यस्य अनुवृत्तिः वसु संसु द्वं स्वनु अनडु हं दः इत्यस्मात् दः इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं पदस्य सः दः तिपि अनस्तेः पदान्तस्य सकारस्य स्थाने दकारः भवति तिप् प्रत्यये परे तिपि परे परन्तु अस्तातु विषये न भवति अग्रिमधातुः अस् अस्ति एव अस्ति अतः तस्मिन् समये अपि मनसि भवेत् तिप्य अनस्तेः इत्यनेन दकारादेशः न भवति तत्र पदान्तकार्यमपि अस्ति तदपि मुख्यं पदान्ते एव पदान्ते ससजुषोरुः अपि पठतु भगिनि पदान्ते सकारस्य च सजुष शब्दस्य शकारस्य च स्थाने रु आदेशः भवति अनोन्त्यस्य इत्यनेन पदान्तस्य वर्णस्य स्थाने रु आदेशः षश्च सजुश्च सषजुषौ इतरेतरद्वन्द्वः तयोः सषजुषोः सषजुषोः षष्ट्यन्तं रुः प्रथमान्तं द्विपदमिदं सूत्रम् पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सषजुषौ सषजुषोः पदस्य रुः पदान्ते सकारस्य अपि अपि च सजुष् शब्दस्य शकारस्य च स्थाने अपि रु आदेशः भवति पदान्त अत्र वस्तुतः जलां जशुन्ते इति अत्र सर्वसामान्यं सूत्रं तस्य अपवादः सषजुषोरुः पुनः सषजुषोरुः इत्यस्य अपवादः तिप्यनस्तेः विशिष्टसूत्रमस्ति तिपि अनस्तेः तिपि परे एव तस्य कार्यं जलां जशुन्ते सामान्यसूत्रं सर्वत्र तस्य प्रवृत्तिः भवति तस्य अपवादः ससजुषोरुः सजुष् इति अस्ति किल पदान्तसकारः वा सजुष् अस्ति चेदेव तत्र रुत्वं तस्मादपि विशिष्टमस्ति तिपि अनस्तेः तिपि परे एव कार्यं समीचीनं वा तद् सम्यक् अस्तु धन्यवादः भगिनी उषा भगिनी पठति वा इतोपि अस्ति किञ्चित् दीर्घमस्ति अत्र विवरणानि भगिनि अहं प्रश्नः न अवगतं भगिनि जलां जशोन्ते ससजुषोरुः इति न दृष्टः चेत् जलां जशोन्ते हौ वुड् देन् द सकार नो नो नो अत्र तु उत्सर्ग अपवादचिन्तनं किल तत्र सूत्रसङ्ख्यायाः महत्त्वमेव नास्ति किल तत्र जलां जशोन्ते इत्यस्य कार्यं प्रथमम् आगच्छति असस् इति अस्ति पदान्ते सकारः जल् अस्ति अतः जश सकारः जलां जशोन्ते किल जश आदेशः भवितुम् अर्हति तदेव प्रथमम् आगच्छति उत्सर्गसूत्रम् अर्हति जश् वाट् वुड् बी फार् द स भगिनि जबगडद सो सकारस्य सकार एव आदेशः सकारः एव आदेशः अनन्तरं ससजुषोरुः आगच्छति कार्यं कर्तुं तदपि न करोति तिपि अनस्तेः इत्यस्य एव कार्यं विशिष्टसूत्रम् तत्र सूत्रसङ्ख्या किमपि न आवश्यकम् अपवाद उत्सर्ग अपवादचिन्तनं किल सर्वे तु त्रिपाठ्यामेव अस्ति परन्तु तदापि उत्सर्ग अपवादः धन्यवादः भगिनि लङ् लकारस्य सिपि परे सिपि धातो रुर्व इति सूत्रेण लङ् लकारस्य सकारप्रत्यये परे सकारान्तपदस्य सकारस्य स्थाने विकल्पेन दकार आदेशः रुत्वं वा भवति, यथा असस् योगः स् हल्ङ्याभ्यो दीर्घात् सुतुस्य पृक्तं हल् इत्यनेन सकारलोपः असस् भवति, असस् सिपि धातोरुर्वा इत्यनेन विकल्पेन ऋ आदेशः, सिपि धातोरुर्वा कुत्र अस्ति भगिनि? ओ नियर् तिपि अनस्तेः अग्रिमसूत्रं प्रायः किल, तिपि अनस्तेः अन्धेन् सिपि धातोरुर्वा पूर्वा ओके. सो असस् योगः स् हल्ङ्याभ्यो दीर्घात् चकारलोपः, असस् सिपि धातोरुर्वा इत्यनेन विकल्पेन ऋ आदेशः, असद् अथवा असरु असरु. सो असस् सकारस्य स्थाने दकार आदेशः भवति, अदेन् विकल्पेन रु भवति. ओके अस् ओके पूर्वसूत्रं किल, ओ तिप्यनस्तेः तिप्यनस्तेः आम् आं भगिनि. असद् यो अथवा असरु असरु चेत् ऊ इत्यस्य इत्संज्ञा इत्संज्ञालोपश्च देन् असर् भवति, करवसानयो विसर्जनीयः इत्यनेन अवसाने ऋ स्थाने विसर्ग आदेशः भवति. सो असः असः भवति ओके. अपेक्षे असद् इति वावसाने इत्यनेन विकल्पेन चर् आदेशः भवति, असत् भवति. आं भगिनि, असस् योगः स् हल्ङ्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन सकारलोपः, सिपि धातोरुर्वा इत्यनेन द्वयोः रूपं भवति, असद् भवति असरु भवति, ऋ इति ऊ इति लोपः भवति, अनुबन्धलोपः भवति, असर् भवति असर् इति रकारस्थाने विसर्ग आदेशः भवति, करवसानियो विसर्जनीयः इत्यनेन असः भवति, असद् अथवा असः भवति. अपेक्षे असद् इति रूपे वावसाने इत्यनेन विकल्पेन छर् आदेशः भवति अपि, छर् इति दकारस्य स्थाने तकारादेशः भवति, असत् भवति असत् वा असः वा द्वे रूपं रूपद्वयं. सिपि धातोरुर्वा पदान्तस्य सकारस्य रु आदेशः भवति, दकारो वा सिपि परे, अत्र वा इति समुच्चयार्थे सिपि धातोरुर्वा ओके. येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः, अलोन्तस्य इत्यनेन अन्तिमवर्ण आदेशः, धातोः उक्तं परसूत्राणाम् अर्थपूर्तिकृते प्रकृतसूत्रे आवश्यकता नास्ति. धातोः उक्तं परसूत्राणाम् अर्थपूर्तिकृते परसूत्रम् ओके प्रकृतसूत्रे आवश्यकता नास्ति ओके. सिपि सप्तमीयन्तं, धातोः षष्ठ्यन्तं, रु प्रथमान्तं, वा अव्ययपदम्, अनेकपदमिदं सूत्रं. ससजुषोरुः इत्यस्मात् सः इत्यस्य अनुवृत्तिः, वसु स्रंसु ध्वंसु अनडुहां दह इत्यस्मात् दह इत्यस्य अनुवृत्तिः, पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं, सः धातोः पदस्य रुः दह वा सिपि. अवगतं भगिनि. सिपि धातो रुर्वा इत्यनेन सिपि प्रत्यये परे पदान्तसकारस्य रु आदेशः भवति, दकारे वा सिपि परे वा. धातोः भगिनि धातोः उक्तं परसूत्राणाम् अर्थपूर्ति कृते, बट् हियर् सः धातोः रैट् धातोः अन्त्यस्य सः न धातोः अन्तम् अन्तः नास्ति किल, असस् योगः स् ओ दट् इस् द प्रत्यय. सो धातोः उक्तं परसूत्राणाम् अर्थपूर्ति कृते. ओके, तत्र अस्मिन् सूत्रे तु तस्य आवश्यकता नास्ति. यदा वयं पिपि अनस्तेः इति पश्यामः तादृशमेव अत्रापि सम्यक् भवति, परन्तु अग्रिमसूत्रमस्ति दश्च इति, अतः तस्य कृते अत्र प्रायः छन्दस् इति वदामः किल मीटर् तादृश, अतः सः अत्र योजितवान् अनुवृत्तिरूपेण अग्रिमसूत्रं सूत्रे आगच्छति धातोः इति. तत्र दकारान्तधातुः इति आवश्यकं, दकारान्तस्य धातोः पदस्य सिपि परतः रू भवति, दकारो वा इति अग्रिमसूत्रस्य आवश्यकता अस्ति. अस्मिन् सूत्रे तु तस्य सिपि परतः सकारान्तस्य पदस्य धातोः इति यदा अस्ति तदपि वयं स्वीकर्तुं शक्नुमः, रू इति आदेशः भवति, दकारः वा समुच्चयार्थे इति वदामः चेत् तत्र रू इति आदेशः अपि भवति, दकारः अपि भवति इति अर्थः, अण्ड् इति च समुच्चयार्थे तादृशं. प्राचीनैः उच्यते यत् वसुश्रम सूरे सुश्रम डिफरेंट सूत्र वसुश्रम सु एव वसुश्रम सु द्वंसु अनडुहाम दह वसुश्रम सु द्वंसु अनडुहाम दह इत्यस्मात् दह इत्यस्य अनुवृत्त्या दकारस्य पक्षः सिद्ध्यति, दकारस्य पक्षः सिद्ध्यति साक्षात् सिद्ध्यति साक्षात् अनेन एव सिपि धातोरुर्वा इति सूत्रेण. प्राचीनैः उच्यते यत् वसुश्रंसु ध्वंसु अनडुहां दह इत्यस्मात् दह इत्यस्य अनुवृत्त्या दकारस्य पक्षः सिद्ध्यति साक्षात् अनेन एव सिपि धातोरुर्वा इति सूत्रेण. नवीनैः अन्वयं कृत्वा पठतु, तत्र सम्यक् भवति, तत्र किञ्चित् दीर्घवाक्यमस्ति. ओके, अग्रे पठामि वा भगिनि? आम् आं पठतु, अनन्तरं वदतु. ओके, नवीनैः उच्यते उच्यते यत् अस्य आवश्यकता नास्ति, यतोहि रु अपेक्षे सु स्थाने दकारादे अपक्षे. आं भगिनि, अस्य आवश्यकता नास्ति यतोहि रु अपेक्षे सुस्थाने दकार आदेशः जलां जशोन्ते इत्यनेन परन्तु अद्यत्वे आधिक्येन वैयाकरणः वदन्ति यत् ससजुषोरुः जलां जशोन्ते इत्यनयोः मध्ये ससजुषोरुः इत्यस्य अपवादभूतत्वात् जलां जशोन्ते इत्यस्य पुनः नितराम् अवकाशः नास्ति. इत्थञ्च सिपि धातोरुर्वा इत्येनैव ऋश्च दश् जश्च क्रियते. ओके, प्राचीनैः वैयाकरणः उच्यते वसुश्रंसु ध्वंसो अनडुहां दह इत्यस्मात् दह इत्यस्य अनुवृत्त्या दकारस्य पक्षः सिद्ध्यति साक्षात् अनेन एव सिपि धातोरुर्वा इति सूत्रेण. दट् पोर्शन् ऐ डिडन्ट् फालो भगिनि. तत्र सिपि धातोरुर्वा इति सूत्रं किल? आं भगिनि, साक्षात् अनेन एव सिपि धातोरुर्वा इति सूत्रेण दकारः सिद्ध्यति. आं भगिनि, तत् दकारः कुतः आगतः इति प्रश्नः. सिपि धातो रूर्वा इति सूत्रं, तत्र दकारः इति नास्ति, कुतः आगतः? अनुवृत्ति वसुश्रंसु ध्वंसु अनडुहां दह इत्यस्मात् दह इति आगच्छति, तावदेव. ओके, नवीनवैयाकरणाः उच्यते जलां जशोन्ते इत्यनेन आवश्यकता नास्ति. ओके, नवीनैः उच्यते यत् आवश्यकता नास्ति आवश्यकता नास्ति दह दह दट वसुस्रंसु द्वंसु अनडगां दः ते वदन्ति असिपि धातो रूर्वा इति अस्ति किल तेन रू एव आदेशः भवति दकारादेशः न भवति तस्य आवश्यकता नास्ति दकारस्य अनुवृत्तिः आवश्यकता नास्ति इति वदति यतोहि रू अपक्षे सु स्थाने दकारादेशः भवति जलां जशोन्ते इत्यनेन भवति परन्तु अद्यत्वे आधिक्येन वैयाकरणाः वदन्ति यत् ससजुषोरुः जलां जशोन्ते इत्यनयोः मध्ये ससजुषोरुः इत्यस्य अपवादभूतत्वात् जलां जशोन्ते इत्यस्य पुनः नितराम् अवकाशः नास्ति ओके इत्थञ्च सिपि धातोरुर्वा इत्येन एव ऋश्च दश्च क्रियते ओके अनेन एव सूत्रेण रूपद्वयमपि अतः पुनः एकं सूत्रम् आनयनम् इति न आवश्यकम् एकवारं बाधितं चेत् बाधितमेव ससजुषोरुः जलां जशोत्ते इत्यस्य अपवादसूत्रं किल एकवारं तु बाधितं पुनः तस्य आनयनं न तादृशं वयम् आनेतुं न आवश्यकम् आनेतुं न शक्नुमः अतः अस्मिन् सूत्रे एव दकारः इति अनुवृत्तिरूपेण आनयामः चेत् रूपं साधयितुं शक्नुमः इति वदति सकारस्य स्थाने दकारः आदेशः भवति भगिनि जलं चश्रुन्ते पूर्वं सकारः एव स्थाने आगच्छति जलं चश्रुन्ते तत्र बाह्यप्रयत्नः अस्ति वा डेण्टल् डेण्टल् सकारस्य स्थाने दकारः विधीयते परन्तु एतादृशं जष्टुं न सम्भवति यतः पदान्तस्य सकारस्य ससजुषोरुः इत्यनेन ऋत्वं भवति परत्वात् अपि अत्र ससजुषोरुः एतत् सूत्रं जलां जशोन्ते इति कृते असिद्धं नास्ति अस्तु तकारः विधीयते परन्तु तद् न भवति सर्वदा समीचीनं सिपि धातोरुर्वा अलोन् इस् इनफ् ओके आम् रूपद्वयस्यापि समुच्चयार्थे वकारः इति सर्वदा वयं किं वदामः विकल्पेन वकारः इत्युक्ते विकल्पेन इत्येव वदामः किल रामः वा श्यामः वा परन्तु अस्मिन् सूत्रे ते समुच्चयार्थे इति स्वीकृत्य रूपद्वयमपि साधितवन्तः सो सर्वत्र अत्र कमेण्ट्रि एव प्रमाणं भगिनि वयं सूत्रं दृष्ट्वा किमपि न वक्तुं शक्नुमः कमेण्ट्रि पश्यामः चेत् ते तादृशं स्वीकरोति समीचीनम् अस्तु विजया भगिनी अपि अस्ति किल पठति वा भगिनि बहु दीर्घ चर्चा अस्ति नमस्ते अत्र दृष्टिः एवं सकारान्तपदम् अस्ति चेत् कीदृशं कार्यं स्यात् इति प्रश्नः एतत् विषये एव अत्र चर्चां कुर्वन्तः इदानीम् अस्मिन् प्रसङ्गे सर्वसामान्यं सूत्रं जलां जशन्ति सकारः जले अस्ति चेत् अनेन सूत्रेण पदान्ते सकारस्य जस्त्वं नाम वर्गीयव्यञ्जनस्य तृतीयसदस्य कार्यम् अत्र करोति सकारः अस्ति चेत् तत्र जलां जशन्ति इति सूत्रेण दकारः आगच्छति अतः सर्वसामान्यसिद्धान्तः पदान्ते सकारस्य स्थाने दकार आदेशः इति अस्ति अत्र परन्तु ससजुषोरुः तस्य अपवादः किमर्थं चेत् अनेन पदान्ते स्थितस्य सकारस्य स्थाने रुः आदेशः सामान्यतया भवति एव परन्तु पुनः तिप् प्रत्ययपरे ससजुषोरुः न पुनः तिप् प्रत्ययपरे तिप् अनस्तेः तस्य अपवादः भवति. अनेन तिप् परे पदान्तस्य सकारस्य दकारादेशः भवति. एवमेव सिप् प्रत्यये परे सिपि धातो रुर्वाः रुर्वा ससजुषोरुः इत्यस्य अपवादः. अनेन सिपि परे पदान्तस्य सकारस्य स्थाने रु आदेशः दकारादेश च भवति. तत्र विकल्पेन कार्यं द्वयं भवति. अत्र रुस्थाने दकारः आदेशः भवति. पूर्वं ससजुषु एतत् अपवादः अस्ति, परन्तु तिप् यनस्तेः इत्य एतत् अपि अपवादः अस्ति, परन्तु पदान्त दकारस्य स्थाने दकारः आदेशः भवति. इदानीं दकारः सकारस्य रु आदेशः भवति, दकारः अपि आदेशः भवति. यथा उक्तं जलान् जशवन्ति इत्यस्य सकारस्य स्थाने दकारः आगच्छति इति पूर्वमेव वयं दृष्टवन्तः. न उपलभ्यते यतोहि तत्तु बाधितं ससजुषुरुः इति सूत्रेण. इति प्रत्ययलोपे प्रत्ययलक्षणम् इति प्रथमम् आगच्छति, अनन्तरं न आगच्छति इति न अस्मिन् विषये नास्ति. अत्र अत्र कालं द्वयं स्वीकरोतु, तिपि परे सिपि परे इति. तिपि परे इति यथा प्रथमं पश्यामः, तत्र सर्वसामान्यसूत्रमस्ति जलां जशोन्ते. जलां जशोन्ते इत्यनेन सकारः तु जली अस्ति, सकारान्तधातुः सकारः जली अस्ति, तस्य तृतीयवर्णः आदेशः स्थानेन्तरतमः यदा अत्र दत्तमस्ति दकारादेशः भवितुम् अर्हति. सामान्यसूत्रं जलां जशोन्ते, तस्य अपवादः ससजुषोरुः, अनेन रु आदेशः भवितुम् अर्हति. तस्य बाधकसूत्रं तिपि अनस्तेः, तिपि अनस्तेः इत्यनेनापि धकारादेशः एव भवति, परन्तु तत्तु विशेषसूत्रम् अस्ति, अतः तस्य कार्यं भवति इति एकं कालं तिपि परे. सिपि परे किं भवति? तत्रापि समानरीत्या कार्यं, जलां जशोन्ते प्रथमम् आगच्छति, अनन्तरं ससजुषोरुः आगच्छति. तस्य बाधकसूत्रम् इदानीं सिपि धातो रूर्वा, तिपि अनस्तेः अत्र न कार्यं करोति, तिपि अनस्तेः केवलं तिप् परे एव. सिपि धातो रूर्वा इति विशेषसूत्रमस्ति. सिपि धातो रूर्वा इत्यनेन कार्यद्वयं भवितुम् अर्हति, इत्युक्ते तत्र दकारादेशः अपि रु आदेशः अपि एकेन सूत्रेण रूपद्वयम् अत्र भवति सिपि धातो रूर्वा इत्यनेन. अतः कालं द्वयं एकस्मिन् तिपि परे तिपि अनस्तेः इत्यस्य कार्यं, सिपि परे सिपि धातो रूर्वा इत्यनेन कार्यं. तिपि अनस्तेः एकमेव रूपं, सिपि धातो रूर्वा रूपद्वयं भवति. तावदेव भेदः तत्र. जलां जशोन्ते वयं जानीमः, जलां जशोन्ते इत्यनेन किमर्थं दकारः न आगतः इत्युक्ते तत्तु बाधितं ससजुषोरुः इत्यनेन. एकवारं बाधितं चेत् बाधितमेव, पुनः तस्य वयम् आनेतुं न शक्नुमः, अतः तस्य कार्यं न भवति. अवगतं वा? पठामि वा? आं, प्रश्नः उदेति. प्रश्नः इदानीम् उदेति यत् सिप् यदा आगतः तदा कथं वा धातुसंज्ञा स्यात्? सिपि धातोः रुर्वा इति सूत्रेण धातोः अपि उक्तं, सिपि अपि उक्तम्. अत्र वार्ताम् एवं, कस्य भागस्य का संज्ञा? वसयोगति इति स्थितौ वस इति अङ्गस्य धातुसंज्ञा नास्ति. तत्र किन्तु वस् इति अन्तनिर्हितभागस्य अन्तर्निहितभागस्य धातुसंज्ञा तु तदानीमपि अस्ति एव. एवमेव सिपः विधानान्तरमपि धातोः धातुसंज्ञा तिष्ठति एव. यथा असस् योगः सकारः, असस् योगः स इत्यत्र असस् योगः स इत्यस्य पदसंज्ञा असस् इत्यस्य धातुसंज्ञा. तदा प्रत्ययलोप अनन्तरम् असस् इत्यस्य धातुसंज्ञा अपि भवति, पदसंज्ञा अपि भवति. तत्र प्रश्नः उदेति, यदा सिप् आगतः चेत् कथं धातुसंज्ञा भवति, धातुसंज्ञा स्यात् भवति इति. सिपि धातोः रुर्वा इति सूत्रेण धातोः अपि उक्तम्, अनन्तरं धातोः सूत्रेण धातोः अपि उक्तं, सिपि अपि उक्तम्. धातोः सिपि धातोः रुर्वा इति धातोः अपि उक्तम्, अनन्तरं सिपि अपि उक्तम्. अत्र वार्तां किम् अस्ति चेत्, एतत् भागद्वयस्य किम् अत्र संज्ञा भवति इति. वसयोगः ति इति अस्ति, वस इति धातु अस्ति, ति इति तिङन्तम् अस्ति इति स्थितो तत्र इति स्थित्वा तत्र वस् इति अङ्गस्य धातुसंज्ञा नास्ति इति. किमर्थं चेत् तत्र कार्यं पूर्णतया न भवति, तत्र धातुसंज्ञा नास्ति. किन्तु वस् इति अन्तर्निहितभागस्य वस् इति अस्ति चेत् तत्र धातुसंज्ञा तु तदानीमपि असत्येव. तत्र अपि वस् इति धातु अस्ति, वस् इति धातु अन्तर्भागः अस्ति, धातुसंज्ञा तदानीमपि अस्ति एव, धातुसंज्ञा तदानीं तत्र अपि अस्ति एव वस् इति धातोः. सिपविधानं तत्र सिपविधानं सिपः इति कार्यं कर्तुम् आगच्छति चेत् धातोः धातुसंज्ञा तिष्ठति. अत्र असस् इति लङ् अस्ति चेत् तत्र सकारमध्यमपुरुषयोजनेन तत्र असस् योगः स इत्यस्य पदसंज्ञा तत्र पूर्णतया भवति एव, असस् इत्यस्य धातुसंज्ञा अपि भवति. तत्र द्वयोः कार्यम् अस्ति. तत्र स प्रत्ययलोप अनन्तरमपि धातुसंज्ञा तत्र भवति एव, पदसंज्ञा अपि भवति एव. एतत् द्वये कार्यं लङ् मध्ये मध्यमपुरुषे एकवचनमेव तत्र कार्यं द्वयं भवति इति अहं मन्ये. भवती एव वदतु न न सत्यमेव, सम्यक् एव. सिपि धातो रूर्वा इति सूत्रे धातुः इति पदं किमर्थम् अस्ति इत्येव प्रश्नः. तत्र सिपि परे इति अपि कार्यं, सिपि परे कार्यमस्ति चेत् तत्र धातुः इति का आवश्यकता इति प्रश्नः. तत्र वदति यद् यदा वयं वस् इति स्वीकुर्मः, वस् योगः शप् योगः ति, तत्र वस् इति धातु, शप् इति विकर्णप्रत्ययः, ति इति अस्माकं तिङ् प्रत्ययः. यदा वयं योजयामः वस इति भवति तत्र अङ्गसंज्ञा. इदानीं तत्र धातुसंज्ञा नास्ति, अङ्गसंज्ञा एव अस्ति. अन्तर्निहितभागः इत्युक्ते यद् भागः वस इत्यस्मिन् अन्ते अस्ति तद् अन्तर्निहितभागस्य धातुसंज्ञा. वस् इति धातोः धातुसंज्ञा अस्ति, परन्तु वस इति अङ्गसंज्ञा एव. एतद् वयं पूर्वं कुत्रापि पूर्वम् एतादृशचर्चा वयं पठितवन्तः. इदानीमपि पुनः तदेव आगच्छति. इदानीम् असस् योगः स प्रक्तर् हल्याभ्योदीर्घचुतुस्य पृक्तं हल् इत्यनेन सकारलोपः, प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन लक्षणं तिष्ठति, सुप्तिङन्तं पदम् इत्यनेन पदसंज्ञा भवति. परन्तु इदानीं प्रश्नः, तत्र असस् इत्यस्य धातुसंज्ञा अस्ति वा इति. तद् अस्ति एव, पदसंज्ञा अपि अस्ति, धातुसंज्ञा अपि अस्ति इत्येव उत्तरम्. प्रायः वयं यद् धातुपाठे हल्सन्धिः पाठे एव दृष्टवन्तः इति चिन्तयामि. एतादृशचर्चा तत्रापि आसीत्, तदेव उत्तरम्. तत्र धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति इत्येव उत्तरम्. अवगतं वा तद्? करवसाने विसर्जनीयः पठतु सूत्रेण. रेपस्य स्थाने विसर्ग आदेशः भवति, करि अवसाने च परे अस्ति चेत्. अत्र अनुवृत्तिसहितसूत्रं रुहु न किम् अस्ति भगिनि रः वा रः पदस्य रः एतत् प्रातिपदिकं रा एव वा भगिनि प्रातिपदिकं रः रः प्रायः प्रातिपदिकं रु रः इति स्थितस्य रः इति प्रथमविभक्ति एकवचनमिति अहं मन्ये रः रः पदस्य विसर्जनीयः रः इति षष्टि अन्तं किल षष्टिस्थाने तस्य स्थाने रेफस्य स्थाने अस्तु भगिनि रः पदस्य विसर्जनीयस्य करावसानयोः करावसानयोः संहितायाम् इति अस्ति तत्र विसर्जः विसर्गः भवति करावसानयोः विसर्जनीयः सम्यक् विसर्ग सकारस्य रु अनुवृत्तसहितसूत्रम् एतत् सत्यम् अस्तु लटीरूपं वदति वा लटीरूपं वदामि भगिनि तत्र सस् इति अस्ति प्रथमम् अनन्तरं तत्र किमपि कार्यं नास्ति खलु भगिनि टि एव अस्ति परस्मैपदी एव किल अतः तत्र सप्ति एव खलु भगिनि आं सत्यं सस्ति सस् योगः ति सस्ति आं सस्ति एव अनन्तरं तः अस्ति तत्रापि किमपि कार्यम् अस्ति योजनमेव स्वस्थः अनन्तरम् अन्ति अस्ति तत्रापि सस् योगः अन्ति स्वसन्ति एव भवति अनन्तरं तत्र सकारः अस्ति तितः अन्ति अनन्तरं सितः सि अस्ति अत्र सस्ति इति भवति अत्रापि योजनमेव अनन्तरं स्वस्थः स्वस्थ अनन्तरं सस्मि अपि तादृशमेव सस्मि योजनमेव सस्वः सस्मः सर्वत्र किमपि कार्यं नास्ति किमपि कार्यं नास्ति केवलं योजनमेव धन्यवादः धन्यवादः अरुणा भगिनी लोटि वदति वा भगिनि ससन्ति इति अत्र नष्टपदान्तस्य जलि अनुस्वरस्य परसवर्णः आगच्छति सस्योगः अन्ति अस्तु तद् तत्तु अवश्यं भवति एव किमपि अन्यकार्यं नास्ति चेत् सूत्रसङ्ख्या तत्र किमपि बाधा नास्ति किल भगिनि यदा कुर्वन्ति इत्यत्र तादृश किमपि बाधा नास्ति चेत् अवश्यं भवति एव अवश्यं भवति तत्र सिद्धरूपेण अन्ति तिष्ठति एव खलु भगिनि वयम् एतदेव आम् तदपि सत्यं मार्गद्वयमपि सम्यक् एव वक्तुमपि शक्नुमः अन्ति इति स्वीकृत्य अपि कर्तुं शक्नुमः यदा तत्र णत्वं भवति तत्र चिन्तनं करणीयम् परन्तु कार्यं प्रथमं नशपदान्तस्य जलि इति सूत्रेण नकारः आगच्छति अनन्तरम् अनुस्वारस्य ययिपरसवर्णः इति सूत्रेण अन्तिमवर्णः आगच्छति तत्र पुनः नकारः एव तिष्ठति एतदेव तत्र सिद्धरूपेण तत्र दत्तम् आं सत्यं सन्ति आं सत्यम् आम् ओके भगिनि सस् योगः तु केवलं वर्णमेलनमेव किमस्ति उपधायाम् एकवर्णः नास्ति गुणकार्यं नास्ति सस् तु तात् सस्तात् अत्रापि सस्तात् तां सस्ताम् अन्तु ससन्तु मध्यम पुरुष एक हि अस्ति प्रथमं हुजल्योभ्यो हुजल्योभ्यो हेर्दिः इति सूत्रेण हि स्थाने धि आगच्छति सस्योः धि धि च इति सूत्रेण सकारलोपः भवति सधि इति रूपं भवति तात् अत्र केवलं वर्णमेलनमेव सस्तात् तम् अथवा सस्तं सस्तं सस्ता भवति खलु मध्यमपुरुषे एकवचनं भगिनि अत्र प्रथमं दन्त्यदकारः आगच्छति खलु एतत् आगच्छति हि स्थाने दि आगच्छति पूर्वं सकारस्थाने द्वितीय जलां दशन्ति इति कार्यं कृत्वा दकारः आगच्छति अनन्तरमेव हि स्थाने दि आगच्छति खलु भगिनि परन्तु दीच इति सूत्रं बाधितं किल तद् दीच इत्यनेन सकारलोपः भवति किल सकारः लोपः भवति तत् तृतीयवर्णः अस्ति खलु सकार तृतीयवर्णः बाधितं दीच कार्यं करोति दीच किं वदति दीच इति सकारान्तधातुः वदतु भगिनि सकारान्तधातुः परे दीप् अस्ति चेत् सकारलोपः भवति एतत् जलां जशोन्ते इत्यस्य अपवादः भवति किल सर्वत्र जलां जशोन्ते एव कार्यं करोति चेत् दीच निरवकाशं भवति तस्य अवकाशः एव न भवति अतः दीच इत्यस्य कार्यं स धि इति भवति इट् इस् गिवन् अस् सिद्धि सद्धि स दकार धकार इकार धातुपाठ एव सूत्रं विजया भगिनी अष्टाध्याय धातुपाठ धातुपाठे रूपाणि सन्ति परन्तु तत्र सकारः अनन्तरं दकारः अनन्तरं चतुर्थदकारः दि सद्दि तत्र हि स्थाने दि आगच्छति चतुर्थदकारः आगच्छति परन्तु मध्ये दकारः आगच्छति खलु एतदेव मम प्रश्नः तत्र जलां जशन्ति इति कार्यं करोति वा इति लोट् लकारः किल सस्योगः धि सद्धि किमर्थं तादृशम् वयमस्ति खलु भगिनि जल्भ्यो दीश इत्यस्य कार्यमेव नास्ति वा अत्र प्रथमं हि स्थाने दि आगच्छति तत्र किमपि क्लेशः नास्ति परन्तु मध्ये तृतीय दकारः आगच्छति वल्ली भगिनि श्रीवल्ली भगिनि पश्यन् अस्ति वा तत्र सद्दि इति मध्ये तृतीय दकारः आगच्छति अतः एव मया उक्तं जलां दृश्यति सूत्रं दत्तमस्ति कार्यं करोति एकनिमिषं भगिनि किमर्थं दीच बाधितम् अत्र किम् उक्तं वा दीच इति सूत्रे अत्र दकारादौ प्रत्यये परतः किमर्थम् अत्र बाधितम् सूत्रं दीच इति किं वदति चेत् मेबि अष्टाध्यायदार्थं मेबि सम् मिस्टेक् भगिनि प्रायः भवितुम् अर्हति तादृशमपि भवितुम् अर्हति किमर्थम् इत्युक्ते तत् दीच इत्यस्य तत्र कार्यं न करोतु इति किमपि नास्ति किल दकारादौ प्रत्यये परतः सकारस्य लोपः भवति दकारादिप्रत्ययः एव अस्ति धि इति सकारस्य लोपः भवति दीच सधि निमित्तं नास्ति किल जलां जश् जशि 8456 53 56 अस्तु वयम् एतादृशं स्वीकुर्मः अनन्तरम् अहं कुत्रापि पृष्ट्वा वदामि तत्र किमपि आवश्यकता नास्ति अस्य भागं तत्र सम्यक् एव तत्र सर्वदा तद् 90% करेक्ट् एव अस्ति तत्र, परन्तु सम्टैम्स् तत्र किञ्चित् क्लेशः अपि भवितुम् अर्हति. किमर्थं बाधितम् इति अपि उत्तरम् आवश्यकं किल, किमर्थं तत्र न भवति एतत् सकारस्य स्थाने दकारः आगच्छति इदानीमेव वयं दृष्टवन्तः. जलां जशन्ते तत्र कार्यं करोति इति. अत्र किं विस्मृतं चेत् तत्र दीच इति सूत्रेण सकारस्य लोपः अपि भवति. अत्र अष्टाध्यायजातकं विस्मृतवन्तः इति अहम् एतत् साधारणसूत्रमस्ति, किमर्थं न उक्तम् इति प्रायः. अस्तु अस्तु, वयम् अग्रे सरामः. सद्धि उत्तमपुरुष कर्तव्यं. शस्योगः आनि वर्णमेलनमेव. शशानि शशाव शशाम तत्र सम्यक् एव समीचीनम्. अस्तु श्रीवल्ली भगिनी, भवती वदति वा लङ् धन्यवादः. श्रीवल्ली भगिनी नास्ति वा? भगिनि अस्मि अस्मि षस् युगः तकारः लङ्लकारः लुङ् लुङ् लङ् लुङ् षड् अडुदात्तः अट् आगमः भवति. असस् युगः तकारः हन्याभ्यो दीर्घात् श्रुतिसि अपृक्तं हन् लोपः तकारस्य लोपः भवति, रूपं भवति असत्. अनन्तरं तिप् अनस्तेः भगिनि, तिप् अनस्ते इत्यनेन पदान्तस्य सकारस्य दकारादेशः भवति, असद् इति रूपं भवति. वावसाने इत्यनेन असद् इति असत् भवति, दकारस्य स्थाने तकारः भवति. स्वरूपम् अस् द्वौ रूपौ असद् असत् स्तः. अनन्तरम् अस् असस् योगः ताम् असस्ताम् असस् योगः अन् असन् असस् योगः सकारः सकारः प्रथमं हन्याभ्यो दीर्घाश्रुतिसि अपृक्तं हन् लोपः सकारस्य लोपः भवति असस् भवति. अनन्तरं सिपि धातोरुर्व इत्यनेन रूपद्वयं प्रथमं भवति असत् इति वयं दकारः भवति. अनन्तरं वावसाने इति असत् भवति. अनन्तरं रुर्व रु आदेशः अपि भवति विकल्पेन. ससजुषोरुः करवसानयोः विसर्जनीयः इत्यनेन असः इति रूपं भवति. सो असः असद् असत्. अनन्तरम् असत् रु आदेशः केन सूत्रेण? सिपि धातुरुर्व समीचीनं सिपि परि. असस् योगः तम् असस्तम् असस् योगः सिपि धातोः असः करवसन. अनन्तरम् असस् योगः त असस्त असस् योगः अम् असम् असस् योगः वा असस्व असस् योगः मा असस्मा लङ्. अत्र यद्वयं सस् योगः हि इति चर्चां कृतवन्तः तत्र हूजल्भ्यो हेतिः 64 आम् धीच इति 82 किल आम् भगिनि तत् सर्वं विस्मृत्य किमर्थं वयं जलां झषि 8-4 पर्यन्तं गतवन्तः? तत्र दोषः एव किल? आं भगिनि, किमपि विशेषसूत्रेण बाधितम् इति अपि न लिखितम् अत्र. बीच इति सर्वत्र भवति एव किल, सकारान्ति धातुः. तत्र बाधितं चेत् अत्र न भवति इति किमपि वार्तिकं वा सूत्रं वा बीच इत्यस्य अग्रिमसूत्रं किम्? Maybe there is a any clash between jalam jashjashi and dicha. We have to see there any between two. Parantu dicha, jalam jashjashi and dicha, va? Dicha. Jalam jashjashi and dicha. Parantu 8-4. Jalam jashjashi ityasya tu sarvatra avakashah asti. Kila dicha ityeva vishesha sutram. तस्य एव किमपि तत्र वार्तिकं किमपि अस्ति वा? इत्यत्र सकारलोपः न स्यात् सिचः षत्वे जष्ट्वे च विभाषे अटः इति मूर्धन्य. तत्र किञ्चित् चिन्तनीयम्. अहं चिन्तयामि तत्र किमपि नास्ति येन बाधितं भवति इति, पश्यामः. तत्रापि किमपि न दत्तमस्ति. किच् प्रत्ययः किमपि नास्ति अत्र. अग्रिमसूत्रं च जलोजलि. एतद् न अस्तु. अस्तु अग्रे सरामः, पश्यामः, पृच्छामि. विदिलिङ्ग् वक्तव्यं किल, कस्य क्रमः? उषा भगिनी विधिलिङ्ग् वदति वा? आं भगिनि, विधिलिङ्ग् यात् यातां युः. सस् योगः यात् सस्यात् सस्यातां सस्युः सस्याः सस्यातं सस्यात सस्यां सस्याव सस्याम. एवम् आम् पठति वा भगिनि? अस् धातुः. अस् धातुः सकारान्त अस् परस्मैपति भुवि अङ्गकार्यं हलादिपित्सु उपदायां ह्रस्वकारः लघु इक् इति न, अतः गुणकार्यं नास्ति. अजादिपित्सु उपदायां ह्रस्वकारः लघु इक् इति न, अतः गुणकार्यं नास्ति अस्. ओके. हलादि अपित्सु श्नसोर् अल्लोपः इत्यनेन अस् धातोः अकारलोपः. अस् योगः तः स् योगः तः स्तः श्नसोर् अल्लोपः इत्यनेन अस् धातोः अकारलोपः. ओके. अजादि अपित् अजादि अपित् श्नसोरल्लोपः इत्यनेन अस् धातोः अकारलोपः. अस् योगः अन्ति स् योगः अन्ति सन्ति. श्नसोरल्लोपः फर् बोत् हलादि अपित् अपि अजादि अपित्. श्नसोर् अग्रे पठामि वा भगिनि? श्नसोर् अल्लोपः श्नम् प्रत्ययस्य अपि च अस् धातोः अकारस्य लोपः भवति किति ङिति सार्वधातुके परे. 6-4. ओके. श्नम् प्रत्ययस्य अपि श्नम् 7th गण. ओके. रुदादि. ओके. श्नम् रुदादि. श्नम् प्रत्ययस्य अपि च अस् धातोः अकारस्य लोपः भवति किति ङिति सार्वधातुके परे. श्नश्च अश्च तयोः इतरेतरद्वन्द्वः श्नसौ. श्नसोः षष्ट्यन्तम् अल्लोपः प्रथमान्तं द्विपदमिदं सूत्रम्. अत उत् सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः. गमहनजनकनगसां लोपः किङिति अनङ्गि इत्यस्मात् किङिति इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अङ्गस्य श्नसोः अल्लोपः सार्वधातुके ङिति. ओके, श्नस् प्रत्यय परः अस्ति चेत् अथवा अस् धातोः अस् धातोः अस्ति अस्ति चेत् कितिङिति प्रत्यये परे, कितिङिति सार्वधातुकप्रत्यये परे अकारस्य लोपः भवति. अकारस्य लोपः भवति अङ्गस्य श्नसोः अल्लोपः सार्वधातुके कितिङिति. अवगतं भगिनि. लटीरूपम् अस् योगः सि तासस्योर्लोपः. तासस्योर्लोपः इत्यनेन अस् धातोः सकारलोपः. अयोगः सि असि तासस्योर्लोपः. तास् प्रत्ययस्य अपि च अस् धातोः सकारस्य लोपः भवति सकारादिप्रत्यये परे. सकारादिप्रत्यये परे अलोन्तस्य इत्यनेन तास् प्रत्ययस्य अस् धातोः च अन्तिमवर्णलोपः न तु पूर्ण अङ्गस्य. ओके, अलोन्तस्य. ताश्च अस्ति च तयोः इतरेतरद्वन्द्वः तासस्ति तयोः तासस्त्योः. तासस्त्योः षष्ट्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रं. सह स्याद् आर्धदादिके इत्यस्मात् सि इत्यस्य अनुवृत्तिः. 6474. ओके, नाट् 6474, 7449. सः स्यात् आर्धदादिके इत्यस्मात् सि इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अत्र सि इत्युक्ते सकारादिप्रत्यये परे, यतः अङ्गस्य इत्यस्य अधिकारः अङ्गं तदा उच्यते यदा यः परे अस्ति सः प्रत्ययः. अङ्गं तद् अत्र ति इत्युक्ते सकारादिप्रत्यये परे यतः अङ्गस्य इत्यस्य अधिकारः अङ्गं तदा उच्यते यदा यः परे अस्ति सः. दट् सेण्टेन्स् डजन्ट् मेक् एनी सेन्स्. सः परः यदा प्रत्ययः परः अस्ति चेदेव पूर्वस्मिन् भागस्य अङ्गसंज्ञा. आं भगिनि. ओके, तदेव. ओके, अनुवृत्तिसहितसूत्रं तासस्त्योः अङ्गस्य लोपः सि. तास् प्रत्ययस्य अपि अस् धातोः च सकारस्य लोपः भवति सकारादिप्रत्यये परे. सकारलोपः सकारादिप्रत्यये परे. ओके, तास् इति लुटि लुट् विकरणप्रत्ययः लुट् इत्यस्य लुट् अतः सूत्रसङ्ख्या किं 674 7450. ओके, लुट् पठिता इति भवति किल, पठितासि, पट् योगः लुट् तत्र स्याथासि लु स्यतासि लुटोः विकरणप्रत्ययः तास् आगच्छति. आर्धधातुकस्य इड्वलादेः इत्यनेन इडागमः, अनन्तरम् अस्माकं तिप्तस्ति इत्यनेन सिप् प्रत्ययः, पट् योगः ई योगः तास् योगः सिप्, अनन्तरं तासस्योर् लोपः इत्यनेन तत्र लोपः भूत्वा सकारस्य लोपः भूत्वा पठितासि इति भवति. तास् इति प्रत्ययः तत्र पठितासि इति रूपम्. किमर्थम् अत्र अस्माकं हलन्त्यं विकरणप्रत्ययः न विभक्तौ तु स्मः इत्यनेन न बाधितं भवति, किमर्थं हलन्त्यं न कार्यं करोति अत्र द्रष्टव्यम्। भगिनि अत्र न किमपि दत्तमस्ति, मम चिन्तनं किमर्थं तास् इति प्रत्ययः अस्ति किल, तास् इति प्रत्यय विकरणप्रत्ययस्य सर्वदा वयं षकारस्य इत्संज्ञा अपकारस्य इत्संज्ञा कुर्मः किल, तास् प्रत्ययस्य सकारस्य किमर्थं वयं हलन्त्यम् इत्यनेन इत्संज्ञा न कृतवन्तः इति मम प्रश्नः। सकारे परे तास् प्रत्ययस्य तासस्योर्लोपः इत्यनेन लोपः, अतः प्रायः तस्मात् कारणात् न भवति वा सूत्र, किमर्थं सूत्रमेव इति प्रश्नः द्रष्टव्यम्। अस्तेः अकारसकारयोः लुप्तयोः से इति प्रत्ययमात्रम् एतत् पदं, तेन सात् पदाद्योः इति षत्वं न भवति। द्रष्टव्यं भगिनि किमर्थमिति चिन्तनं कुर्मः, किमर्थं सकारलोपः हलन्त्यम् इत्यनेन न भवति, तास् विकरणप्रत्ययः एव किल। भवति खलु भगिनि तास् प्रत्ययः यदा आगच्छति अस्धातोः सकारे परे लोपः भवति इति तत्र सूत्रार्थः भवति खलु भगिनि? आं तत् सत्यं, किमर्थं सकारलोपः इत्येवं मम प्रश्नः। सकारलोपः अलन्त्यम् इत्यनेन अपि कर्तुं शक्नुमः किल, शप् प्रत्ययस्य सकारलोपः तु अनेनैव भवति, किमर्थं बाधितं? लुप् लकारस्य विषये अस्मिन् सूत्रे मूलरूपेण निर्दिष्टं विकरणं तासि इति अस्ति, परन्तु अत्र इकारः केवलम् उच्चारणार्थः अस्ति, अतः तास् इत्येव ओ ओ अस्तु अस्तु, हलन्त्यं हल् अन्ते नास्ति, अवगतं। तासि इति मूलप्रत्ययः अस्ति, अतः लुट् लकारस्य विषये अस्मिन् सूत्रे मूलरूपेण निर्दिष्टं विकरणं तासि इति अस्ति, हलन्त्यम् अनेन तस्य लोपः न भवितुम् अर्हति, अवगतम्? इकारस्य लोपः केवलम् उच्चारणार्थ इकारः एव, तस्य एव लोपः, अतः तास् इत्येव भवति अनन्तरम् अस्माकं सूत्रम्। अस्तु समीचीनम्, अस्तु समयः अपि जातः भगिनि। आं संस्कृत world.in अत्रापि सद्धि इत्येव रूपं दत्तं भगिनि, तत्रापि वा? अहं पृच्छामि भगिनि किमर्थं केन बाधितम् इति, तदेव प्रश्नः, केन बाधितम्? Didn't discuss dhicha, kevalam pujalya bhyo he dhihi janam jash jashi sutrena vavasane saddhi iti va trapi anyatra asti vati pashyami kimartam kenapi sutrena badhitam bhavati anena eva saddhi iti रूपं साधयितुं शक्नुमः किल, दी च किमर्थं न कार्यं करोति इत्येव प्रश्नः। अहं पृच्छामि भगिनि, दी च अस्तु अस्तु, अत्र किम् अस्ति इत्युक्ते तद् अस् धातोः विषये इतोपि अस्ति, वयं तु अष्टाध्यायी डाट् काम् मध्ये असिद्धवतात्राबात् इत्यनेन पठामः, किञ्चित् अत्र किञ्चित् क्लेशः अस्ति, बहु कन्फ्यूशन् अस्ति अस्मिन् करपत्रे अस्मिन् विषये, अतः वयं तत्र अष्टाध्यायी डाट् काम् मध्ये असिद्धवतत्राबात् स्वीकृत्य रूपं साधयामः। लोटि अन्यत् सर्वं सम्यक् एव अस्ति, केवलं लोटि किञ्चित् भिन्नरूपेण दत्तमस्ति अस्माकं करपत्रे। अस्तु, अतः अद्य समापयामः, अग्रिमसप्ताहे अपि अस् धातुः एव, अस् धातुः समाप्य अग्रिमधातुपर्यन्तं गच्छामः। सकारान्तः अग्रिमधातुः अकारान्तः अस्ति. तत्र यत्र यत्र केवलं विशेषकार्याणि न सन्ति तत्र रूपं साधयितुं प्रयत्नं कुर्वन्तु, अन्यत् सर्वं वयं वर्गे एव कुर्मः. अस्तु, धन्यवादः. धन्यवादः. अहम् अयोध्यां गमिष्यामि भगिनी.